नमस्कारः. एतावता वयं प्रथमाविभक्तिं, द्वितीयविभक्तिं, तृतीयविभक्तिं च समापितवन्तः. अतः इदानीं दिनद्वयात् पूर्वम् अहं तदर्थं करपत्रं कृत्वा प्रेषितवान् भवद्भ्यः. तत्र करपत्रे विभक्तिरूपाणि सन्ति. अतः एतावता मनसि अस्मिन् सप्ताहे प्रथमाविभक्तिः, द्वितीयविभक्तिः, तृतीयविभक्तिः, एकवचने, बहुवचने च. कर्तुमिच्छति चेत् द्विवचनमपि कर्तुं शक्नोति. यथा देवः, देवाः, देवं, देवान्, देवेन, देवैः इति रूपाणि सन्ति. तत्र मध्ये देवौ, देवौ, देवाभ्यां द्विवचने अस्ति. तदपि कर्तुं शक्नोति, न अपि कर्तुं शक्नोति, किन्तु अग्रिमे पुस्तके भविष्यति. अतः मम मतम् अस्ति यत् एकवारं सर्वं भवति चेत् सुलभं, यथा इच्छा. यदि न इच्छति तर्हि एकवचने बहुवचने करोतु. इदानीम् अनन्तरं द्विवचनं संयोजयतु. अनन्तरं द्विवचने किम् अस्ति? द्विवचने प्रथमाविभक्तिः, द्वितीयाविभक्तिः रूपं समानमस्ति. अनन्तरं तृतीयचतुर्थीपञ्चमीविभक्तिः, तृतीयचतुर्थीपञ्चमी अपि रूपं समानमस्ति. अनन्तरं षष्ठी, सप्तमी तत्र रूपं समानमस्ति. अतः केवलं रूपत्रयमस्ति. प्रथमरूपमस्ति प्रथमाविभक्ति, द्वितीयविभक्ति, द्वितीयरूपमस्ति तृतीयचतुर्थीपञ्चमी, तृतीयरूपमस्ति षष्ठी, सप्तमी. अतः तत्र नाम काठिन्यं नास्ति, सुलभमस्ति. यथा देवौ, देवौ, अनन्तरं देवाभ्यां, देवाभ्यां, देवाभ्याम्, अनन्तरं देवयोः, देवयोः, बस् तावदेव अस्ति. अपि च द्वितीयविभक्ति अनन्तरं लिङ्गभेदः अपि नास्ति. अतः प्रथमाविभक्ति, द्वितीयविभक्ति तत्र रूपभेदः अस्ति. यथा देवः, देवौ, देवाः, किन्तु लता, लते, लताः द्वितीयविभक्तिपर्यन्तम्. अनन्तरं तृतीयविभक्तिः देवाभ्यां, देवाभ्यां, देवाभ्यां, देवयोः, देवयोः तृतीयसप्तमीपर्यन्तं. देवाभ्यां, देवाभ्यां, देवाभ्यां, देवयोः, देवयोः, लता, लताभ्यां, लताभ्यां, लताभ्यां, लतयोः, लतयोः, वनं, वनाभ्यां, वनाभ्यां, वनाभ्यां, वनयोः, वनयोः. अतः नाम काठिन्यं नास्ति, सौकर्यमस्ति. अवगच्छति वा? अतः द्विवचनम् इदानीं न आवश्यकं, किन्तु करोति चेत् समीचीनं, तत्र सुलभमस्ति. यथा इच्छा, इदानीं इच्छति चेत् करोतु, अनन्तरं कर्तुमिच्छति चेत् करोतु. अस्तु, तर्हि इदानीम् अद्य चतुर्थी विभक्तिः. नपुंसकलिङ्गस्य उदाहरणमहम् उक्तवान्, वनं, वनाभ्यां, वनाभ्यां, वनाभ्यां, वनयोः, वनयोः. तर्हि चतुर्थी विभक्तिः सुब्रह्मण्यमहोदय, कृपया पठतु. यत्र दानक्रिया अस्ति तत्र यस्मै वयं किमपि दद्म तस्य चतुर्थी विभक्ति भवति. उदाहरणार्थं बलिः वामनाय भूमिं दत्तवान्. अभ्यास: रामः कस्मै किं दत्तवान् इति अधस्तनकोष्टकस्य साहाय्येन लिखत. इदानीं किमस्ति? अभ्यासपुस्तके चतुर्थीविभक्तिः नासीत्. अभ्यासपुस्तके नासीत् चतुर्थीविभक्तिः. आसीत् किं? नासीत्. अतः तस्मिन् समये अहम् उक्तवान् यत् कृते षष्टिविभक्तिः प्लस् कृते इति वदामः. नाम अहं पुस्तकं मित्रस्य कृते ददामि. यत्र इन्डैरेक्ट् आब्जेक्ट् भवति तत्र मित्रस्य कृते ददामि. पुस्तकं मित्रस्य कृते ददामि. पुत्री, अहं पुस्तकं पुत्र्याः कृते ददामि. तत्र चतुर्थीविभक्तिः अस्ति. चतुर्थीविभक्ति अर्थे, तस्मिन् अर्थे षष्टि प्लस् कृते इति भवति. आङ्ग्लभाषया यत्र चतुर्थीविभक्तिः अस्ति तदर्थं इण्डैरेक्ट् इण्डैरेक्ट् आब्जेक्ट् अस्ति आङ्ग्लभाषया. तत्र चतुर्थीविभक्तिः भवति संस्कृतेन. एतावता षष्टिविभक्तिः प्लस् कृते. सो ऐ गेव् द बुक् टु मै फ्रेण्ड्. तत्र अहं पुस्तकं मित्रस्य कृते दत्तवान्. अतः मित्रस्य कृते, इति इण्डैरेक्ट् आब्जेक्ट्. इदानीं चतुर्थीविभक्तिः तथैव अस्ति, देवशब्दः. एकवचने लिखन्तु, एकवचने देवशब्दः देवाय, इति भवति देवाय. बहुवचने भवति देवेभ्यः, अनन्तरं नपुंसकलिङ्गशब्दः. तत्र अहम् उक्तवान् केवलं प्रथमाविभक्ति द्वितीयविभक्तिः तत्र भेदः अस्ति. अनन्तरं तृतीय इत्यस्मात् आरभ्य अग्रे समानमस्ति पुल्लिङ्गशब्दवत्. तर्हि वनशब्दः वनाय, अपि च वनेभ्यः, अनन्तरं लता, लताशब्दः, इति लतायै, अपि च बहुवचनं भवति लताभ्यः, इदानीं नदीशब्दः नद्यै, अपि च बहुवचने नदीभ्यः, यथा लता लतायै, नदी भवति, नद्यै, अहं शब्द, वदामि, भवन्तः तस्य चतुर्थी एकवचने बहुवचने वदन्तु. अस्तु, सुब्रह्मण्य महोदय. इदानीं चमसः, समीचीनमस्ति. अस्तु, इदानीं लक्ष्मी भगिनी, भल्लूकः, समीचीनम्. इदानीं राजशेखरः, चन्द्रः, चन्द्रै, चन्द्रेभ्यः, न चन्द्राय, चन्द्राय, चन्द्राभ्यः, न न बाप्रिव, चन्द्राय, चन्द्रेभ्यः, अस्तु. इदानीं सन्ध्या भगिनी, घटः, समीचीनं. विश्वनाथ महोदय अजः अजः अजाय अजेभ्य समीचीनमस्ति. सुब्रह्मण्यम इदानीं कुक्कुरः कुक्कुराय कुक्कुरेभ्यः. अस्तु लक्ष्मी भगिनी इदानीं स्यूतः स्यूताय स्यूतेभ्यः. अस्तु इदानीं राजशेखर महोदय अत्र देवः देवाय देवेभ्यः. अस्तु बालकः बालकाय बालकेभ्यः. अस्तु समीचीनं. मीनः सन्ध्याभगिनी मीनाय मीनेभ्यः. अस्तु मूषकः मूषकाय मूषकेभ्यः. अस्तु समीचीनं. सूर्यः सूर्याय सूर्येभ्यः. हरिणः हरिणाय हरिणेभ्यः. अस्तु इदानीं राजशेखर महोदय इदानीं करदीपः करदीपाय करदीपेभ्यः. अस्तु समीचीनं. कुम्भकारः कुम्भकारेभ्यः. पुनः वदतु कुम्भकारेभ्यः. पुनः वदतु कुम्भकाराय कुम्भकारेभ्यः. लोहकारः लोहकाराय लोहकारेभ्यः. अश्वेभ्यः. वृद्धः वृद्धाय वृद्धेभ्यः. बिडालः बिडालाय बिडालेभ्यः. चन्द्रशेखर महोदय इदानीं मयूरः मयूराय मयूरेभ्यः. शिक्षकः शिक्षकाय शिक्षकेभ्यः. करदीपः कृपया पुनः वदतु करदीपः करदीपाय करदीपेभ्यः. अस्तु सुब्रह्मण्यं दर्पणः दर्पणाय दर्पणेभ्यः. अस्तु लक्ष्मी भगिनी पत्रिका पत्रिकाय पत्रिकायै पत्रिकाभ्यः पत्रिकायै पत्रिकाभ्यः. छात्रा भेदः अस्ति देवेभ्यः लताभ्यः. छात्रा छात्रायै छात्राभ्यः. कुञ्चिकायै कुञ्चिकाभ्यः. अस्तु राजशेखर महोदय अत्र अध्यापिका अध्यापिकायै अध्यापिकेभ्यः. न अध्यापिकाभ्यः पुस्तिका पुत्रिकायै पुस्तिकाभ्यः. पुस्तिकायै गोशाला गोशालायै गोशालाभ्यः. अस्तु द्रोणी द्रोण्यै द्रोण्याभ्यः द्रोणाभ्यः. द्रोणी द्रोणी द्रोण्यै द्रोणीभ्यः. द्रोण्यै द्रोणीभ्यः द्रोणीभ्यः जननी जनन्यै जननीभ्यः घटी घट्यै घटीभ्यः दर्वी दर्वीयै दर्व्यै दर्व्यै दर्व्येभ्यः दर्वीभ्यः दर्वीभ्यः भगिनी भगिनीयै न भगिन्यै भगिन्यै भगिन्येभ्यः न न तत् द्वयमपि समानं नास्ति नदी इति नद्यै नदीभ्यः भगिन्यै भगिन्यभ्यः न या न भगिनी भगिनीभ्यः भगिनीभ्यः पुनः वदतु भगिन्यै भगिन्यभ्यः न न भगिन्यै भगिन्यै भगिनीभ्यः भगिनीभ्यः सूची सूच्यै सूचीभ्यः सूचीभ्यः अस्तु राजकमहोदय अस्तु इदानीं संन्यासिनी संन्यासिन्यै संन्यासिनीभ्यः समीचीनं कूपी कूप्यै कूपीभ्यः अस्तु संध्या भगिनी अगः लेखनी लेखन्यै लेखनीभ्यः अङ्कनी अङ्कन्यै अङ्कनीभ्यः अस्तु प्रश्नार्थमहोदय चालनी वेलनी करोतु वेलनी वेलनी वेलनी वेलनी वेलनी वेलनी वेलनी वेलनी वेलनी वेलनीभ्यः राजशेखरमहोदय इदानीं सम्मार्जनी सम्मार्जन्यै सम्मार्जनीभ्यः समीचीनमस्ति समीचीनमस्ति समदर्वी समदर्वी समदर्वी समदर्वीभ्यः अस्तु इदानीं पुस्तकम् पुस्तकाय पुस्तकेभ्यः फेनकम् फेनकाय फेनका फेनकेभ्यः फ इति नास्ति फेनकाय फेनकेभ्यः अस्तु सन्ध्या भगिनी अत्र वस्त्रं वस्त्राय च बहुवचने न लिखितवती यथा पुल्लिङ्गशब्दः तथा ओके सो वनं वस्त्रं वस्त्राय वस्त्रेभ्यः राजशेखरमहोदय इदानीं भवनं भवनं भवनाय भवनैः भवनैः कुत्र भवनेभ्यः भवनेभ्यः दुग्धं दुग्धाय तेभ्यः अस्तु विश्वनाथमहोदय अत्र जलं जलं जलाय जलेभ्यः समीचीनं पुस्तकं पुस्तकाय पुस्तकेभ्यः व्यजनं व्यजनाय व्यजनेभ्यः उद्यानम् उद्यानाय उद्यानेभ्यः राजशेखरमहोदय इदानीं सस्यं सस्याय सस्येभ्यः अस्तु मिश्रिताभ्यासः इदानीं कुञ्चिका कुञ्चिका कुञ्चिकायै कुञ्चिकाभ्यः कर्तरी कर्तर्यै कर्तरीभ्यः विडालः विडालाय विडालेभ्यः समीचीनमस्ति इदानीं दादृशकमहोदय इदानीं पिपीलिका पिपीलिकाय पिपीलिका सत्यं वा लिङ्गं किं पिपीलिका स्त्रीलिङ्गं हा तर्हि एभ्यः तु न भवति पुल्लिङ्गे नपुंसकलिङ्गे च तत्र एभ्यः आभ्यः सञ्चिका करोतु सञ्चिका सञ्चिकाय सञ्चिकाभ्यः अस्तु इदानीं जननी जनन्यै जननीभ्यः पत्रिका पत्रिकायै पत्रिकेभ्यः पत्रिके पत्रिकाभ्यः इदानीं अजः अजाय अजेभ्यः अस्तु समीचीनम् इदानीं रजकः रजकाय रजकेभ्यः पेटिका पेटिकायै पेटिकाभ्यः अस्तु इदानीं अङ्कनी अङ्कनी अङ्कनाय नदी अङ्कनी अङ्कनी अङ्कन्यै अङ्कनीभ्यः अङ्कनीभ्यः अङ्कनीभ्यः समीचीनमस्ति इदानीं गोशाला गोशाल्यै गोशालयै गोशालायै गोशाल लायै गोशालाभ्यः समीचीनमस्ति अस्तु राजशेखरमहोदय इदानीं दण्डः दण्डः चण्डाय चण्डेभ्यः अस्तु लता लतायै लतेभ्यः किमस्ति चिन्तयतु लिङ्गं किं लता स्त्रीलिङ्गं तर्हि लता इति एव शब्दम् अहं दत्तवान् लताय कथं भवति एय् महोदय लताय कथं भवति लिङ्गमस्ति स्त्रीलिङ्गशब्दः अहं दत्तवान् लता किं भवति लतायै लताभ्यः छुरिका छुरिकायै छुरिकाभ्यः अस्तु समीचीनम् इदानीम् अध्यापिका अध्यापिका अध्यापिकायै अध्यापिकायाभ्यः अध्यापिकाभ्यः समीचीनमस्ति अस्तु इदानीं पत्रम् पत्राय पत्रेभ्यः समीचीनमस्ति इदानीं घटी घट्यै घटीभिः घटीभ्यः अस्तु इदानीं इदानीं लेखनी लेखनी लेखन्यै नदी नद्यै लेखनी लेखन्यै लेखनीभ्यः अस्तु इति रूपाभ्यासः इदानीं किञ्चित् कुर्मः. अत्र पुस्तके अस्ति, अग्रे गच्छेम. अत्र रामः कस्मै किं दत्तवान्? कस्मै इति कः शब्दस्य चतुर्थीः? कः शब्दस्य चतुर्थी? कस्मै. रामः कस्मै किं दत्तवान् इति अधस्तनकोष्टकस्य साहाय्येन लिखत. अस्तु, सुब्रह्मण्यं महोदय कृपया प्रथमं करोतु. अपि तत् उदाहरणमस्ति एव. रामपुत्राय युतकवस्त्रं दत्तवान्. रामः पुत्रै शाटिका दत्तवान्. पुनः वदतु. एकवचने अस्ति, पुनः वदतु. रामः पुत्र्यै शाटिका दत्तवान्. शाटिका इति वा? तत्र न कोऽपि लाभः, तत्र चिन्तनं भवति खलु. अत्र द्वितीयाविभक्तिः भवति न भवति खलु? यत् दद्मः तस्य द्वितीयाविभक्तिः भवति. अत्र युतकवस्त्रं दत्तवान्, तत्र नपुंसकलिङ्गे अतः भेदः न अवगतः, किन्तु तत्र द्वितीयविभक्तिः स्यात्. शाटिकां पुनः वाक्यं वदतु. रामः पुत्र्यै शाटिकां दत्तवान्. हा, पुत्र्यै शाटिकां दत्तवान्. अस्तु, लक्ष्मी भगिनी अग्रे. रामः मित्राय पुस्तकानि दत्तवान्. अतः अत्र अस्य अभ्यासस्य कृते न समीचीनमेव. अत्र चतुर्थीविभक्तिः रूपम् अपि च द्वितीयविभक्तिरूपम् अपेक्षितम्. अस्तु, सन्ध्या भगिनी अग्रे. रामः पत्न्यै धनं दत्तवान्. समीचीनमस्ति. अस्तु अग्रे, राजशेखर महोदय अग्रे. रामः पत्न्यै किं सत्यं धनं दत्तवान्. अग्रिमं करोतु. रामः कर्मकार्यै वेतनं दत्तवान्. एकनिमेषः. कर्मकरी इति लिखितमस्ति खलु, कर्मकरी इत्यस्य चतुर्थी किम्? किं वेतनम् इति न वेतनम्. अस्तु अग्रे, विश्वनाथ. रामः सेविकायै उपायनं दत्तवान्. अस्तु, रामः भगिन्यै कण्ठहारं दत्तवान्. अत्र बहुवचनस्य अभ्यासः सः एव, किन्तु अत्र बहुवचनम् अस्ति. अस्तु, सन्ध्या भगिनी. रमा केभ्यः किं दत्तवती इति लिखत. सो उदाहरणार्थं रमा भिक्षुकेभ्यः नाणकानि दत्तवती नाणकानि दत्तवती अत्र किं कुर्मः अग्रे ये शृण्वन्ति तेषां कृते वयं यथा शब्दः अस्ति तथा वदामः अनन्तरं तस्य रूपं वदामः यथा अग्रे रमा मुख्यः सख्यः रमा सख्यः मधुरं दत्तवती अनन्तरं रूपं वदतु येन नो चेत् किं भवति यः शृणोति तस्य लाभः नास्ति रमा सख्यः मधुरं दत्तवती रमा सखीभ्यः मधुरं दत्तवती समीचीनमस्ति इदानीं सर्वनाम्नाम् उदाहरणानि अहं न दत्तवान् तावता सर्वे ते सर्वे इत्यस्य सर्वेभ्यः ते इत्यस्य तेभ्यः सर्वेभ्यः तेभ्यः अस्तु राजशेखर महोदय अग्रे रमा रमा महिलाभ्यः न न कुत्र अस्ति भवान् सर्वे पानीयं दत्तवती रमा सर्वेभ्यः पानीयं दत्तवती अस्तु इदानीं रमा ते उपहारं रमा ते एकनिमेषः विश्वनाथ रमा ते उपहारं दत्तवती रमा तेभ्यः उपहारं दत्तवती समीचीनमस्ति अस्तु इदानीम् अग्रे रमा महिला फलं दत्तवती रमा महिलाभ्यः फलं दत्तवती अस्तु सन्ध्या भगिनी अग्रे रमा बान्धवाः ताम्बूलं दत्तवती ताम्बूलम् रमा बान्धवेभ्यः ताम्बूलं दत्तवती समीचीनमस्ति अस्तु तर्हि आहत्य यत्र दानमस्ति यत्र किमपि दद्मः वयं किमपि दद्मः तत्र यस्मै वयं दद्मः तस्य चतुर्थी विभक्तिः भवति इदानीम् अग्रे रोचते इति क्रियपदमस्ति रोचते अस्तु इदानीं क्रियापदं तत्र द्विविधम् अस्ति द्विप्रकारकं यस्य अन्ते ते एतावता वयं गच्छति पिबति चिन्तयति शृणोति पश्यति सूचयति ति अत्र ते अस्ति रोचते रोचते तर्हि यत्र ति अन्ते अस्ति गच्छति चलति चिन्तयति खादति तत्र क्रियापदस्य नाम परस्मैपदं यत्र ते अस्ति अन्ते तत्र आत्मनेपदं परस्मैपदम् अत्र अस्माकं प्रथम आत्मनेपदम् अस्ति रोचते इत्युक्ते इच्छति टु लैक् रोचते तर्हि रोचते इति यत्र प्रयोगः लक्ष्मीभगिनी पठतु कृपया रोचते इति यत्र प्रयोगः तत्र यस्मै यस्मै रोचते तस्य चतुर्थी विभक्तिः भवति। यत् रोचते तस्य तु प्रथमा विभक्तिः एव। उदाहरणार्थं रामाय मधुरं रोचते। रामाय मधुरं रोचते, अवगच्छति वा? रामाय नाम रामः मधुरम् इच्छति। रामः मधुरम् इच्छति इति अर्थे रामाय मधुरं रोचते। वस्तुतः सामान्यतया यत्र वयं वक्तुमिच्छामः वान्त् रामः वान्स् मधुरं, तर्हि न रामः वान्स् मधुरं, तु मधुरं रामः मधुरमिच्छति वान्स्। सामान्यतया यत् वट् वी लैक् वी आल्सो वान्ट् है न सामान्यतया, किन्तु इफ् वी लैक् इट् न मीन्स् इफ् वी वाण्ट् इट् वी आल्सो लैक् इट् बट् इफ् वी लैक् इट् दट् डज़न्ट् मीन् वी वाण्ट् इट् नौ नौ तर्हि तत्र भेदः अस्ति। इच्छति सामान्यतया यत्र वाण्ट् अस्ति तत्र वाण्ट् अस्ति तत्र इच्छति, यत्र लैक् अस्ति तत्र रोचते। सन्ध्यायै यत्किमपि मधुरं रोचते, इच्छति वा? इच्छति, इच्छति नाम इदानीम् इच्छति। रोचते, इच्छति नाम सामान्य नाम सन्ध्या भगिनी मधुरम् इच्छति, किन्तु सन्ध्या भगिन्यै मधुरं रोचते। इदानीं मधुरं नपुंसकलिङ्गशब्दः अस्ति, किन्तु प्रथमा विभक्तौ अस्ति अथवा द्वितीयविभक्तौ अस्ति तत्र प्रश्नः अस्ति। उदाहरणार्थं सूपः दाल्, सूपः इति वदामः, सूपः पुल्लिङ्गशब्दः अस्ति, सूपः। तर्हि अत्र सन्ध्या सूपम् इच्छति, किन्तु सन्ध्यायै सूपः रोचते। सन्ध्या सूपम् इच्छति, सन्ध्यायै सूपः रोचते। अत्र इच्छति यत्र इच्छति तत्र कर्तृपदस्य प्रथमविभक्तिः, कर्मपदस्य द्वितीयविभक्तिः, रोचते तत्र कर्तृपदस्य चतुर्थी विभक्तिः, कर्मपदस्य प्रथमाविभक्तिः। सुकरोतु रामाय मधुरं रोचते। इदानीं अधस्तनचित्रस्य साहाय्येन किं कस्मै रोचते न रोचते इति लिखत। अत्र चित्रमस्ति तदाधारेण वयं लिखामः। तर्हि अत्र वाक्यं वदतु एवं कार्यं रामः रोचते इदानीं परिवर्तयतु। रामः कार्यं रोचते, सो रामाय कार्यं रोचते। अस्तु, लक्ष्मी भगिनी द्वितीयम् अस्ति, संख्या अस्ति अत्र। भगिन्यै कार्यं न रोचते. भगिन्यै कार्यं न रोचते. अस्तु, शुभमन्य महोदय पठनं पठनं सीतायै न रोचते. अस्तु, चतुर्थी चतुर्थं करोतु. नलिनी पठनं पुनः वदतु. नलिन्यै पठनं रोचते. अस्तु, समीचीनमस्ति. इदानीं राजशेखर महोदय अवगच्छति वा पञ्चमम्? रोचते इति कर्तृपदस्य चतुर्थी विभक्तिः, कर्मपदस्य प्रथमा विभक्तिः. अभिनवमहोदय वदतु पञ्चमम्. श्रीसाय लेखनं रोचते. समीचीनमस्ति. अस्तु, सुब्रह्मण्य महोदय अग्रे. भीमाय लेखनं न रोचते. समीचीनं. सन्ध्या भगिनी अग्रे. पुत्री पाकः. सो पुत्र्यै पाकः रोचते. पुत्राय रोटिका न रोचते. सत्यं, पुत्राय पाकः न रोचते. अस्तु, चन्द्रः रोटिका रोचते. चन्द्राय रोटिका रोचते. अत्र किं भवति, यद् रोचते तस्य चतुर्थी विभक्तिः भवति. किञ्चित् शृणोतु, अनन्तरं स्पष्टं भविष्यति. अग्रिमम् अभिनवमहोदय. सूर्याय रोटिका रोचते. अग्रिमं करोतु. चित्राय ग्रामीणाय चित्रं न रोचते. समीचीनं. सुब्रह्मण्यमहोदय अग्रे. नागरिकाय चित्रं रोचते. समीचीनमस्ति. सन्ध्या भगिनी. अध्यापिकः. सो अध्यापिकाय अध्यापकः. अध्यापकः. सो अध्यापकाय कलह न रोचते. सो दात्राय कुत्र अस्ति? बोथ् आफ् देम् डोन्ट् लाइक् इट्. अध्यापकः इति समाप्तम्. अस्तु, लक्ष्मीभगिनी अग्रे. पण्डिताय वादः रोचते. विश्वनाथ महोदय. पामराय वादः न रोचते. अस्तु, चन्द्रशेखरः करोति वा. रामः रामाय कार्यं रोचते. समीचीनम्. अग्रिमं करोतु. भगिन्यै कार्यं न रोचते. समीचीनम्. अस्तु, अग्रे. सीतायै पठनं न रोचते. अस्तु, अग्रे. नलिन्यै पठनं रोचते. अस्तु, विश्वनाथ महोदय अग्रे. शिक्षकाय श्रीशाय लेखनं रोचते. अग्रे. यत् पदमस्ति तत् वदतु तथैव. लक्ष्मी भगिनी. भीमः लेखनं न रोचते. भीमाय लेखनं न रोचते. अस्तु, राजशेखर महोदय अग्रे. पुत्री पुत्रै पाकः रोचते अनन्तरं पुत्रः पाकः पुत्रः पाकः रोचते पुनः वदतु पुत्रः सारी पुत्री पुत्रः पुत्रै पाकः न रोचते न रूपं किं पुत्रः चतुर्थी विभक्ति वदतु भोः पुत्रः चतुर्थी पुत्राय पुत्राय पाकं पाकः न रोचते अस्तु संध्या भगिनी अग्रे चन्द्र सो चन्द्राय रोटिका रोचते अस्तु अग्रे सूर्यः सूर्याय रोटिका रोचते अपि अस्तु लक्ष्मी भगिनी ग्रामीणाय चित्रं न रोचते नागरिकाय चित्रं रोचते अस्तु स्मातु वा द्विवारम् इदानीं तस्य कोऽपि अन्तः नास्ति अन्तः नास्ति अस्तु अग्रे नाम कुत्र कुत्र चतुर्थी विभक्तिः भवति यत्र दानक्रिया अस्ति दानं यत्र रोचते अस्ति इदानीम् अग्रे नमः यत्र नमः शिवाय नमः इति प्रसिद्धमस्ति खलु शिवाय तत्र शिवः इति अस्य चतुर्थी अस्ति शिवाय कृष्णाय अस्तु अत्र तथैव भवति नमः इत्यस्य शब्दस्य योगः यत्र तस्य शब्दस्य चतुर्थी भवति उदाहरणार्थं देवाय नमः विशेषः नमस्करोमि इति क्रियापदस्य प्रयोगः कृतः चेत् तु द्वितीया एव यथा अहं देवं नमस्करोमि नमः इति विशिष्टशब्दः तस्य चतुर्थी भवति किन्तु नमस्करोमि इति चेत् तत्र द्वितीयविभक्तिः अस्ति अभ्यासः के कस्मै नमः इति वदन्ति इति निर्दिशति के कस्मै नमः इति वदन्ति इति निर्दिशत उदाहरणार्थं रामभक्ताः रामाय नमः इति वदन्ति भक्तात् पूर्वं यः पदमस्ति रामभक्ताः रामभक्ताः रामाय नमः इति वदन्ति अस्तु अग्रे शिवभक्ताय शिवभक्ताः शिवाय नमः इति वदन्ति सद्या भगिनी अग्रे दुर्गभक्ताः दुर्गायै नमः इति नमः इति वदति इति वदन्ति समीचीनमस्ति दुर्गायै देवी भक्ताः देव्यै नमः इति वदन्ति आग्नेयभक्ताः आग्नेयै आञ्जनेयभक्ताः आञ्जनेयै आञ्जनेयाय नमः इति वदन्ति कृष्णभक्ताः कृष्णाय नमः इति वदन्ति अस्तु इदानीम् अग्रिमभागः अस्ति क्रोधः कोपः इत्यादिकं यथा असूयति क्रुध्यति तत्र द्रुह्यति ईर्ष्यति क्रुध्यति एतत् सर्वमस्ति यत्र अस्ति तत्र चतुर्थी अस्ति यस्मै क्रोधः अस्ति अभिनवनाय कृपया पठतु किं लिखितमस्ति क्रोध्यति कुप्यति असूयति ईर्ष्यति ध्रुवयति इत्येतेषां धातूनां प्रयोगः यत्र क्रियते तत्र क्रोधादीनां पात्रस्य चतुर्थी भवति उदाहरणार्थं क्रोधादीनां पात्रस्य पात्रं खलु क्रोधादीनां पात्रस्य रावणः रामाय क्रुध्यति द्रुह्यति ईर्ष्यति अभ्यासः अधः चत्वारः निर्दिष्टाः सन्ति कः कं प्रति किं करोति इति बाणचिह्नेन सूचितम् अस्ति तदाधारेण वाक्यानि रचयत् रामः राकेशाय क्रुध्यति तर्हि कस्य क्रोधः अस्ति रामस्य क्रोधः खलु अवगच्छन्ति वा सर्वे अतः रामस्य क्रोधः अतः रामः राकेशाय क्रुध्यति इति वदामः द्वितीयं करोतु रामः गीतायै द्रुह्यति न रामः वाण्यै द्रुह्यति वाण्यै द्रुह्यति अस्तु सुब्रह्मण्य महोदय गीता राकेशाय क्रुध्यति समीचीनम् अग्रे गीता रामाय गीता रामाय द्रुह्यति लक्ष्मी भगिनी अग्रे वाणी वाणी गीतायै ईर्ष्यति कस्य ईर्षा वाण्याः ईर्षा गीतां प्रति अतः गीतायै ईर्ष्यति सन्ध्या भगिनी राकेशः रामाय असूयति अस्तु अन्तिमं राजशेखर महोदय राकेशः वाण्यै राकेशः वाण्यै असूयति समीचीनमस्ति तत्र असूया असूया इति द्रुह्यति तत्र क्रोध एतत् सर्वं तत्र सूक्ष्मभेदाः सन्ति सर्वे अवगच्छन्ति वा सूक्ष्मभेदाः ये सन्ति अत्र क्रोधः कोपः समानः असूया किञ्चित् भिन्नम् अस्ति नाम स्कोर्न् एन्वि ईर्ष्या असूया प्रायः समानं प्रायः ईर्ष्या इति एन्वि स्कोर्न् इति तत्र असूया अस्ति द्रुह्यति to mean malice, to have malice towards someone. मुख्यमस्ति क्रोधः यत्र क्रोधः अस्ति अस्माकं जीवने एतत् भवति तत्र यत्र क्रोधः अस्ति तत्र चतुर्थी भवति यं प्रति यस्य क्रोधः अस्ति तं प्रति यस्य प्रति तस्य चतुर्थी विभक्तिः भवति असूयति नाम स्कोर्न् Envy at the upper art of hasti. So Irsha would be like non-materialistic things. Yeah, like that. Well, which one did you say? Irsha and Asuya, which one was which? You said for education, talent was Asuya. And money is Irsha. Yeah, one is for material possession. Which one is which? Irsha you're saying is for dhanam? No, Irsha is for talent or education. Pratibha. ईर्ष्यात् प्रतिभा धनम् असूया अस्तु इदानीम् अग्रिम अभ्यासः यत्र किमपि फलम् अस्ति फलं भवति नाम परिणामः भवति फलं भवति तस्य चतुर्थी विभक्तिः अस्ति भक्तिः ज्ञानाय भवति भक्तेः फलम् भक्तिः इत्यस्य फलम् अत्र लिखितमस्ति यत् ज्ञानम् अस्ति, भक्तेः फलं ज्ञानम्। अनन्तरं कथनम् एवं कथनं तस्य खेदाय भवेत्, नाम एवं वचनं तस्य फलं भविष्यति खेदः, नाम समीचीनवचनं न स्यात्, नास्ति समीचीनवचनं नास्ति, अतः फलं भविष्यति खेदः। यत्किमपि या कापि क्रिया भवति तस्य फलं वदामश्चेत् तत्र चतुर्थी विभक्तिः भवति। सुब्रह्मण्यमहोदय कृपया पठतु यत् लिखितमस्ति। कल्पते, कल्पते इत्यस्य योगे चतुर्थी भवति। कल्पते इत्यर्थे भू धातो भवति प्रयोगः अपि कर्तुं शक्यः। उदाहरणार्थं भक्ति ज्ञानाय कल्पते या भवति, भक्ति ज्ञानोत्पादने समर्था भवति इत्यर्थः। अभ्यासः, आवरणे दत्तस्य पदस्य उचितेन चतुर्थी विभक्तन्तरूपेण रिक्तानि स्थलानि पूरयत, यथा एवं कथनं तस्य भवेत् खेदः, एवं कथनं तस्य खेदाय भवेत्। एतत् कार्यम् अतीव कष्टं भवति, एतत् कार्यम् अतीव कष्टाय भवति। नाम कार्यस्य फलं भविष्यति कष्टम्। फलं भविष्यति अतः कष्टाय भविष्यति तस्य फलम्। अस्तु, अभिनवनाय अग्रे। प्रतिदिनं प्रातः उत्थानम् आरोग्यम् आरोग्याय भवति। नाम तस्य सामान्यरूपं वदतु प्रथमतया, येन ये शृण्वन्ति तेषामपि लाभः भविष्यति। आरोग्यम्। प्रतिदिनं प्रातः उत्थानम् आरोग्यं भवति। प्रतिदिनं प्रातः उत्थानम् आरोग्याय भवति। समीचीनम्। अस्तु, राजशेखरमहोदय अग्रे अग्रे अग्रिमम्। राष्ट्रैक्यं राष्ट्रैक्यं भवति। संस्कृतभाषा राष्ट्रैक्याय भवति। समीचीनमस्ति। अस्तु, इदानीं विश्वनाथमहोदय अग्रे। चर्चा विवादः मा भवतु। चर्चा विवादाय मा भवतु। नाम एवम् अवगतं खलु, चर्चायाः फलं विवादः न भवेत्। अस्तु, सुब्रह्मण्यमहोदय अग्रे। दुर्व्यसनं कदापि सुखं न भवति। दुर्व्यसनं कदापि सुखाय न भवति। अग्रे लक्ष्मी। अद्य तस्य पाठनं शिरोवेदना अभवत्। अद्य तस्य पाठनं शिरोवेदनायै अभवत्। समीचीनम्। अस्तु, सन्ध्या भगिनी। गुरूणाम् उपदेशस्य श्रवणम् श्रवणं हीतं भवति। गुरूणाम् उपदेशस्य श्रवणं हीतमाय न हिताय अहिताय भवति। वनं वनाय हितं हिताय। अस्तु अग्रे लक्ष्मीभगिनी अग्रे। एषः उपायः भवतः तृप्तिः भवति वा न वा? तृप्तिः न कृतवन्तः, किन्तु यथा नदी यथा नदी। एषः उपायः भवतः तृप्त्यै भवति वा न वा? समीचीनमस्ति। अस्तु अग्रे। धनसम्पादनं मतः भवति। दुर्जनस्य धनसम्पादनं मदाय भवति. अस्तु अग्रे महोदय. अप्रियवचनं कस्य वा सन्तोष भवेत्? अप्रियवचनं कस्य वा सन्तोषाय भवेत्? अप्रियवचनं कस्य वा सन्तोषाय भवेत्? अप्रियवचनम् अप्रियवचनं कस्य वा सन्तोषाय भवेत् नाम न भवति खलु. अप्रियवचनं कस्यापि सन्तोषाय न भवति. अत्र सारांशः यत् चतुर्थीविभक्तेः बहवः प्रयोगाः न सन्ति. दानक्रिया अस्ति, रोचते, अनन्तरं नमः, अनन्तरम् अत्र फलं सामान्यतया ददाति. यत्र यत्र ददाति अस्ति. दद्मः यस्मै दद्मः तस्य चतुर्थीविभक्तिः अस्ति. इदानीं दर्शयति अपि अस्ति. दर्शयति मित्राय अहं पुस्तकं दर्शयामि तत्रापि अस्ति. अतः अत्र अत्र सर्वनाम्नः चतुर्थीविभक्तिः अस्ति. तर्हि सर्वनाम्नः अत्र इदानीम् अहं रूपं वदामि, भवन्तः लिखन्तु. अत्र सः शब्दः, सः शब्दः तस्मै, सः शब्दः तस्मै, सः शब्दः तस्मै. अनन्तरं ते, बहुवचने ते, तेभ्यः. समीचीनं, सर्वं जानाति सः. सः इत्यस्य तस्मै, ते इत्यस्य तेभ्यः. अनन्तरम् एषः एतस्मै, एते किम्? एतेभ्यः. स्त्रीलिङ्गे सा, सा तस्यै, ताः ताभ्यः. अनन्तरम् एषा एतस्मै, एताः एताभ्यः. नपुंसकलिङ्गे वयं जानीमः द्वितीयविभक्त्यानन्तरं पुल्लिङ्गशब्दः यथा अस्ति तथा. तर्हि तत् तत् अस्ति, तत् भवति तस्मै. अनन्तरं तानि तेभ्यः, तत् तस्मै, तानि तेभ्यः. अनन्तरं भवान् भवति, भवान् भवति, भवान् इत्यस्य भवान् भवति भवते, भवते, भवते. अनन्तरं भवन्तः भवति भवद्भ्यः, भवद्भ्यः. अनन्तरं भवति नदी शब्दवात्, नद्यै नदीभ्यः, भवति भवत्यै, भवत्यः भवतीभ्यः, नदीभ्यः भवतीभ्यः, नद्यै भवत्यै इत्यस्ति. अतः अस्मिन् अभ्यासे कः कस्मै किं प्रदर्शयति इति अस्य अभ्यासः. अभिनवमहोदय कृपया पठतु. कृष्णः तस्मै चित्रं दर्शयति. अत्र लिखितमस्ति कृष्णः एकस्मै, कृष्णः एकस्मै किञ्चित् दर्शयति, अन्यस्मै अन्यत् दर्शयति, सः कस्मै किं दर्शयति इति अधः निर्दिष्टमस्ति. तदाधारेण सर्वनामशब्दानां चतुर्थीविभक्तिं योजयन्तः वाक्यानि रचयति. सः चित्रम् एषः पत्रिकाम्. कृष्णः तस्मै चित्रं दर्शयति, एतस्मै पत्रिकां दर्शयति. सा शाटिका, एषा कण्ठहारः.